गुरुब्रह्म गुरुविष्णुगुरुदेवो महेश्वर गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतमस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषये अस्ति तत्र विभागः अतिरिक्तगुणः संयोगनाशकः च इति लक्षणवाक्यस्य साधनार्थं वयं तत्र अनुमानं नाम किम् अनुमानज्ञानं कथं प्राप्यते एतत् सर्वम् अस्माभिः परिशीलितम् इदानीं तत्र करपत्रे दीर्घे करपत्रे केवलम् एकः एव परिच्छेदः अवशिष्टः अस्ति तस्य पठनानन्तरं पुनः तत्र विद्याधरी पुस्तकं गन्तुं शक्नुमः अस्तु तर्हि तत्र मृणालिनी भगिनी भवती एव पठति वा अत्र महोदय मम एकः प्रश्नः तत्र तर्हि इदानीं तत्र अग्रिमे परिच्छेदे अस्य विषये किमपि न उक्तम् अतः पृच्छामि इदानीं तत्र विषयद्वयं सामान्यपक्षस्य एकदेशः एव अन्वयदृष्टान्तः यस्मिन् पक्षतावच्छेदकं व्याप्यं साध्यं च व्यापकम् इति तावत् वदामि तत्र अपि च अन्यः विषयः यत्र साध्यं पक्षे विद्यमानपक्षतायाः व्यापकं न भवति तत्र एकदेशदृष्टान्तः न भवति पक्षता अवच्छेदकसमानाधिकरण्ये अनुमितिः इति तादृशस्थलम् इत्युक्ते अतः तस्य निषेधः वा सामानाधिकरण्ये पक्षतावच्छेदकसमानाधिकरण्ये न अनुमितिः इति तत्र न स्वीकर्तव्यम् इति वा अथवा यतोहि तस्य दृष्टान्तः न भवति व्यापकत्वं न भवति नाम यत्र नाम प्रायश भगिनी तत्र पुनः तत्र एतं परिच्छेदं पठित्वा चर्चयामः सुलभं भवति चिन्तयामः अस्तु उत्तरं प्राप्यते इति चिन्तयामि अस्तु अस्तु तर्हि तत्र चन्द्रपति भगिनी नमस्कारः मृणालिनी भगिनी नमस्कारः शोभगिनी नमस्कारः नमस्कारः अस्तु मृणालिनी भगिनी पठति वा अस्माकं जीवने अनुमानस्य निर्माणसमये अस्मिन् अनुमाने पक्षतावच्छेदकावच्छेदेन साध्यानुबिद्धिः वर्तते इति मनसि निधाय प्रायः वयम् अग्रे सरामः लौकिकज्ञानप्राप्तेः पथि विज्ञानप्रयोगक्षेत्रे सामान्यजीवनक्षेत्रे च यथा प्राचीनकाले गुरुत्वनामकसिद्धान्तस्य प्रतिष्ठायाः पूर्वं केचन वैज्ञानिकाः प्रयोगं कुर्वन्ति स्म तत्र तेषु कश्चन शिलाखण्डं विमोचितवान् शिलाखण्डः पतितवान् पुनः पञ्चवारं विमोचितवान् एकैकवारं शिलाखण्डः पतितवान् स च वैज्ञानिकः मनसि चिन्तितवान् यत् पञ्चघटनाः सामान्यपक्षस्य एकदेशाः तदाधारेण चिन्तितवान् यत् अहो गुरुत्वं सर्वत्र अस्ति यत्र कुत्रापि शिलाखण्डं विमोचयामि तत्र सर्वत्र शिलाखण्डः पतिष्यति तथा च कुर्मः सर्वत्र शिशुः अग्निं स्पृशति हस्तः दग्धः तदाधारेण मनसि चिन्तयति यत् पुनः अग्निं न स्पृक्ष्यामि यतोहि मनसि अयमेव विचारः अस्ति चेत् सामान्यपक्षः प्राप्तः स्वस्य अनुभवः च तस्य एकदेशदृष्टान्तः अस्ति यदा कदाचित् पुनः स्वस्य हस्तम् अग्नौ स्थापयति तस्य हस्तः पुनः दग्धः भविष्यति एवं रीत्या अनुमानप्रयोगे सामान्यपक्षस्य महत्त्वम् अतीवमूल्यं च पक्षतावच्छेदकावच्छेदेन साध्यानुमितेः बलेन बहु किमपि व्यावहारिकज्ञानं प्राप्नुमः जीवने अनुमानज्ञानस्य विषये चिन्तनमस्ति वा अत्र सत्यं भगिनि तर्हि अस्माकं जीवने अनुमानस्य निर्माणसमये अस्मिन् अनुमाने पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः, अर्थात् पक्षतावच्छेदकः अस्ति तस्य अवच्छेदके छेदेन साध्यस्य अनुमितिः। अत्र किम् उदाहरणं मनसि स्थापनीयं नाम शतपर्वताः सन्ति, सर्वेषु पर्वतेषु अग्निः अस्ति इति वा, अथवा तत्र केषुचित् अग्निः अस्ति इति चिन्तनं वा, नाम पक्षतावच्छेदकावच्छेदेन इत्युक्ते अत्र सर्वत्र अस्ति अग्निः इति, सर्वत्र अस्ति, यथा वयं तत्र ओदनस्य तत्र उदाहरणं स्वीकृतवन्तः खलु, पक्वोदनं निर्धारयितुम् एकस्य कणस्य एकः कणः पक्वः स्यात् तर्हि सर्वं पक्वः सर्वं, तदेव तत्र साधारणलौकिक अनुमाने तादृश अनुमानमेव सर्वदा भवति इति अत्र उक्तम्। नाम अग्रे पठतु। इति मनसि पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः वर्तते इति मनसि निधाय प्रायः वयम् अग्रे सरामः लौकिकज्ञानप्राप्तेः पथि। तत्र प्राप्तेः पथि इति तत्र विभक्ति अपि अर्थः कः? लौकिकज्ञानप्राप्तेः प्रति षष्टिविभक्ति प्राप्तेः षष्ठी किल, प्राप्तिः प्राप्ति प्राप्तयः, अत्र प्राप्तेः पथि प्राप्तेः पञ्चमी वा षष्ठी, परन्तु अत्र षष्ठी अस्ति किल प्राप्तेः सरामः लौकिकज्ञानप्राप्तेः पति, पति इति नाम तत्र मार्गे, आमां पथि पथि नाम मार्गे पथि मार्गे, नाम किं प्राप्तुम् इच्छामः लौकिकज्ञानं, तस्मिन् समये वयं किं कुर्मः अनुमानं कीदृशं भवति तत्र पक्षतावच्छेदक अवच्छेदेन एव तत्र वयं सर्वदा अनुमानं कुर्मः इति, नाम सर्वत्र एकत्र भवति चेत् सर्वत्र तथैव भवेत् इति एव अस्माकं मनसि चिन्तनम् अस्ति इति वदति। अग्रे विज्ञानप्रयोगक्षेत्रे सामान्यजीवनक्षेत्रे च नाम एकमेव विज्ञानप्रयोगक्षेत्रे अपि तथैव अस्ति, सामान्यजीवनक्षेत्रे अपि तथैव अस्ति। यथा प्राचीनकाले गुरुत्वनामकसिद्धान्तस्य प्रतिष्ठायाः पूर्वं केचन वैज्ञानिकाः प्रयोगं कुर्वन्ति स्म, तेषु केचन कश्चन शिलाखण्डः, तत्र अर्थः कः वाक्यस्य? वाक्यस्य अर्थः अस्ति यत् गुरुत्वं नाम किं विमोचयामि तत्र गुरुत्वं नाम तत्र ग्राविटि, समीचीनं भगिनि, नाम तद् अस्ति इति पूर्वं तत्र तादृश तत्त्वम् अस्ति इति तत्र सर्वे न चिन्तितवन्तः खलु, तत्र तादृश अतः प्राचीनकाले तादृशसिद्धान्तं सिद्धान्तस्य प्राक् तत्र तत्र तदा तत्र एतावत् तत्र सः सिद्धान्तः प्रतिष्ठितः न अभवत् तावत् तदा तस्मिन् समये वैज्ञानिकः किं तत्र किं कुर्वन्ति स्म? प्रयोगं कुर्वन्ति, कश्चन शिलाखण्डं विमोचयति शिलाखण्डः पतति इति सिद्धान्तं सः वारं वारं पञ्चवारं करोति, अनन्तरम् अनुमानं वदति अत्र गुरुत्वाकर्षणं वर्तते, तस्मात् अधः शिलाखण्डं पतति। समीचीनं समीचीनं। हा तर्हि नाम यत्र यत्र विमोचनं तत्र तत्र पतनं खलु? पतनम् आमाम्। तत्र तर्हि तत्र हेतुः अस्ति विमोचनम्। विमोचनम् आम्। अपि तत्र साध्यः अस्ति पतनम्। पतनं खलु, यत्र यत्र विमोचनं तत्र तत्र पतनम्। अत्र अत्र साध्यः सर्वत्र अस्ति इति चिन्तनं वा, यत्र यत्र हेतुः अस्ति तत्र तत्र साध्य अपि अस्ति इति एव चिन्तनं खलु? हा, अतः सामान्यपक्षः अपि सामान्यपक्षे पक्षता अवच्छेदक अवच्छेदेन एव तत्र अनुमानं भवति खलु, नाम पक्ष सर्वत्र साध्यमस्ति इति एव चिन्तनम् अस्माकं खलु? आम्, पक्षसाध्यमस्ति सर्वत्र। हा, वयम् एतद् न चिन्तयामः, अस्तु इदानीं विमोचनं भवति चेत् अस्तु कदाचित् पतनं भवति कदाचित् पतनं न भवति इति तादृशचिन्तनं नास्ति। हा, अतः सर्वत्र साध्यं वर्तते पक्षे। अत्र पक्षः इति तत्र विषयः इति एव पक्षः, नाम तत्र गुरुत्वम् इति विषयः इति तादृशविषयस्य सः एव पक्षः तस् अथवा सन्दर्भः। अतः यदा यदा विमोचनं भवति सः समयः क्षेत्रं सर्वं तत्र सन्दर्भः तत्सर्वं पक्षस्य एकभागः भवति खलु। अतः अद्य कोऽपि विमोचयति, ह्यः कोऽपि कृतवान्, अन्यस्मिन् दिने अन्या कापि कृतवती, अतः एतत् सर्वं सामान्यपक्षस्य एकदेशः एकदेशः। हा, किन्तु अस्माकं चिन्तनं किम् अस्ति, सर्वत्र साध्यम् अस्ति इत्येव खलु? आम्, सर्वत्र साध्यमस्ति। हा, यः कोऽपि पतेत्, यः कोऽपि विमोचयेत् अथवा या कापि विमोचयेत् पतनं तु निश्चयम् इति एव अस्माकम् अनुमानं खलु। अतः सर्वत्र साध्यमस्ति नाम पक्षता अवच्छेदक अवच्छेदेन एव तत्र अनुमानं साधारणतया वयं कुर्मः, लौकिकक्षेत्रे अपि वैज्ञानिके वैज्ञानिकक्षेत्रे अपि इति एतावत् उक्तं खलु। आमां। तर्हि पञ्चघटनाः सामान्यपक्षस्य एकदेशाः उदाहरणेन चिन्तितवान् यत् अहो गुरुत्वं सर्वत्र अस्ति, यत्र कुत्रापि शिलाखण्डं विमोचयामि तत्र सर्वत्र पतिष्यति इति। हा खलु, अतः तत्र अतः तत्र यदा यदा यः कोऽपि तत्र एकवारं तत्र शिलाखण्डस्य विमोचनं करोति, शिलाखण्डं पतति, तदा एषः सन्दर्भः दृष्टान्तः भवति खलु, अनुमानस्य दृष्टान्तः भवति। किन्तु एषः सन्दर्भः पक्षस्य सामान्यपक्षस्य एकदेशः अस्ति, एकदेशः, अतः सामान्यपक्षः पक्षस्य यः कोऽपि एकदेशः यत्र साध्यमस्ति तद् दृष्टान्तत्वेन दृष्टान्तरूपेण स्वीकर्तुम् अङ्गीकर्तुं शक्नुमः इति भवति खलु। अतः एतावत् तत्र वैज्ञानिक उदाहरणं गुरुत्वम् इति तत्त्वम् अथवा सिद्धान्तं स्वीकृत्य, अग्रे लौकिक उदाहरणं। शिशुः अग्निं स्पृशति, हस्तः दग्धः, तदाधारेण मनसि चिन्तयति यत् पुनः अग्निं न स्पृक्ष्यामि इति। अत्र एक पुनः एकदेश उदाहरणमेव किल, एकत्र एकस्मिन् स्थाने सः अनुभवति मम हस्तः दग्धः यदा अग्निं स्पृशामि, अथ सर्वत्र एतादृशी स्थितिः। तर्हि यत्र कुत्रापि अग्निः भवेत् तत्र दहनं भवति एव इति। अतः तत्र यत्र यत्र स्पर्शः भवति अग्निना सह स्पर्शः भवति तत्र दहनं भवति, तर्हि स्पर्शः हेतुः दहनं साध्यम् अपि सर्वत्र यः कोऽपि सन्दर्भः यत्र स्पर्शः भवति सः सन्दर्भः सामान्यपक्षस्य एकदेशः एकदेशः अग्रे यतोहि मनसि अयमेव विचारः अस्ति चेत् सामान्यपक्षः प्राप्तः स्वस्य अनुभवः च तस्य एकदेशदृष्टान्तः अस्ति तर्हि सामान्यपक्षस्य एकदेशः अस्ति यदा कदाचित् पुनः स्वस्य हस्तम् अग्नौ स्थापयति तस्य हस्तः पुनः दग्धः भविष्यति एवं रीत्या अनुमानप्रयोगे सामान्यपक्षस्य महत्त्वम् अतीवमूल्यं च खलु तर्हि सामान्यपक्षस्य यतोहि तत्र लौकिकविचारे अनुमानं कीदृशम् अनुमानं सर्वदा कुर्मः पक्षतः अवच्छेदक अवच्छेदेनैव अनुमानं कुर्मः पक्षतावच्छेदकावच्छेदेन साध्यानुमितेः बलेन बहु किमपि व्यावहारिकज्ञानं प्राप्नुमः जीवने व्यावहारिक ज्ञानं प्राप्नुमः जीवने नाम एतदेव तत्र सर्वत्र भवति खलु नाम हैपोथेसिस् इति भवति तत्र एकवारं द्विवारं त्रिवारं तत्र एक्स्पेरिमेण्ट् तत्र प्रयोगं कुर्मः सर्वदा तत्र सहैव तत्र कार्यं भवति एफेक्ट् सर्वदा तदेव भवति चेत् अस्तु एतत् साधितम् एषः सिद्धान्तः तत्र निरूपितः इति चिन्तयामः खलु एतत्तु उदाहरणं तत्र मेडिसिन् फील्ड् मध्ये अपि बहु कुर्वन्ति किल केचन जनान् स्वीकृत्य तत्र प्रयोगं कुर्वन्ति वा प्राणी स्वीकृत्य प्रयोगं कुर्वन्ति अयमेव प्रभावः अन्यत्र अपि भवेत् उत्तम उदाहरणं भगिनि अतः तत्र पक्षतावच्छेदकवच्छेदे नाम तत्र सर्वत्र सामान्यपक्षे सर्वत्र साध्यम् अस्ति इति एव अस्माकं चिन्तनम् अस्ति बहुत्र इति अस्ति अतः एतत् सर्वं तत्र किमर्थं वयं कृतवन्तः नाम तत्र विभागस्थले अपि तत्र दृष्टान्तः पक्षस्य एकदेशः आसीत् तस्य तत् समीचीनम् अस्ति तत् कर्तुं शक्नुमः स्वीकर्तुं शक्नुमः इति तत्र चिन्तने तत्र दोषः नास्ति इति तत्र अवगन्तुम् एतत् सर्वम् एतावत् उक्तं नाम सामान्यपक्षः पक्षतावच्छेदकावच्छेदेन पक्षतावच्छे सामानादिकरण्येन इति एतत् सर्वं वयं तत्र पठितवन्तः अस्तु समीचीनं तत्र करपत्रस्य पठनं कृतम् इदानीं शोभा भगिनी तत्र इदानीं तत्र प्रश्नः अस्ति वा भगिनी नाम आं महोदय मम प्रश्नः आसीत् तत्र एतत्तु समीचीनं सामान्यपक्षः भवति इति किन्तु तत्र एतावता यत् पठितं सामानाधिकरण्ये इति तस्य तत्र उपयोगः नास्ति इति विषय कन्क्लूषन् वा इति तत्र न भगिनि नाम तत्र कुत्रचित् तद् अपि भवति नाम सामान्यपक्षस्य अस्तु अस्तु अस्तु अस्तु उदाहरणम् इदानीं मम मनसि नास्ति भगिनी किन्तु तस्यापि प्रयोगः भवति इति एव चिन्तनं नाम तत्र सर्वत्र साध्यं नास्ति किन्तु कुत्रचित् भवेत् इति तादृश अनुमानमपि भवति तत्र तत्र व्याप्यव्यापकभावः नास्ति इति तत्र व्याप्यव्यापकः भावः नाम तत्र साध्यम् अपि हेतुसाध्यं तयोः मध्ये व्याप्यव्यापकः भावः न तत्तु अनुमितौ भवति एव किन्तु तत्र व्याप्यव्यापकः भावः तत्र पक्षता अपि तत्र साध्यं तयोः मध्ये व्याप्यव्यापकः भावः नास्ति इति एव अस्ति भगिनि नाम यतोहि तत्र सर्वेषु पर्वतेषु नाम शतपर्वताः सन्ति सर्वेषु पर्वतेषु तत्र बनिः अस्ति इति निरुपयामश्चेत् तदा किं भवति यत्र यत्र पर्वतत्वं पर्वतत्वमेव पक्षतावच्छेदकम् तत्र तत्र वह्निः इति तत्र तादृशम् अनुमानं ज्ञानम् अपेक्षितमस्ति. तत्र व्याप्तिः अस्ति, व्याप्तिः अस्ति तत्र पक्षतावच्छेदकम् अपि तत्र साध्यं तयोः मध्ये. किन्तु तत्र यत्र केवलं केषुचित् पर्वतेषु एव तत्र वह्निः अस्ति इति चिन्तयामः तदा तत्र यत्र यत्र पर्वतत्वं तत्र वह्निः इति न वक्तुं शक्नुमः, तत्र व्याप्तिः नास्ति तयोः मध्ये. किन्तु यत्र यत्र धूमः तत्र तत्र वह्निः, तस्मिन् सन्दर्भे अपि तत्र तु व्याप्तिः अस्ति एव. किन्तु प्रश्नः उत्तमः, तत्र मम मनसि इदानीम् उदाहरणं नास्ति, नाम तस्य प्रयोजनं कदा भवति इति. किन्तु अस्ति इति चिन्तयामि भगिनि, हा तत्र दृष्ट्वा वदामि. किन्तु अस्तु महोदय, यतोहि तत्र पुस्तके तदागतं तत्र संयोगनाशात् विभागः न अतिरिक्तः इति अपेक्षा आक्षेपः तत् परिहारश्च इति तत्र एव एतत् सर्वम् उक्तं, सामानाधिकरणम् एतत् सर्वं. तदनन्तरं वयं तस्मात् आरभ्य वयं पक्षतावच्छेदक किं पक्षतावच्छेदक अवच्छेदेन साध्यम् इति तद् स्वीकृतवन्तः इदानीम् अन्ते. इत्यतः तत्र तत्र द्वितीयस्य का गतिः इति. समीचीनं भगिनि, समीचीनम्. अतः तत्र द्रष्टव्यमेव, द्रष्टव्यमेव. अस्तु तर्हि तत्र समीचीनं, तत्र चिन्तयतु भगिनी, चिन्तयतु वदामि भगिनि तत्र. अस्तु महोदय. अस्तु तर्हि तत्र कुत्र स्मः वयं, तत्र कारणं संयोगनाशः पुस्तके मम स्टिकर् तु पेज् 103 तत्र अस्ति महोदय. हा तर्हि तत्र द्रव्यनाशः अन्त्यपर्यन्तं तस्य पुटस्य अन्त्यपर्यन्तं गतवन्तः इति. ओ अस्तु अस्तु, समीचीनम् अस्तु. हा समीचीनम्. हा अस्तु तर्हि अग्रे अग्रे पठामः तर्हि. गुणनाशं सम्प्रति चिन्तयामः इति. अस्तु, हा प्रायशः एतदपि वयं पठितवन्तः, किन्तु अतः आरभ्य चिन्तयामः, पठामः तर्हि. तत्र अस्तु, तत्र शोभभगिनी भवती एव अग्रे पठति वा. आं महोदय, इदानीं तत्र कस्मिन् पुटे महोदय? 104 गुणनाशं सम्प्रति. 104 गुणनाशः इति आरभ्य वा? 104 एव खलु तत्र. 104 तत्र, ओ 104 अस्तु अस्तु अस्तु, तत्र अस्य विवरणस्य साधनाय खलु अस्माभिः प्रवृत्तं, कः लाभः अस्य विवरणस्य. ओ आमामामामां भगिनी, तर्हि तत्र 103 अपि पठितम् इति भवती वदति खलु, तर्हि इदानीं 104 104 आमां भगिनी, 104 एव. हा तत्र एव अनुमानं करपत्रं प्रति गतवन्तः इति तत्र लिखितवती. हा अस्तु, धन्यवादः भगिनी. अस्तु, अतः इदानीम् आश्रयनाशजन्य इति. आम् तत्र, अपि च तत्र शीर्षिका अपि भिन्नम् अस्ति. निरूपणम् नाम अग्रे सः एव विषयः, परा अपर इति. अस्तु महोदय, तत्र आश्रयनाशाजन्यगुणनाशः समानाधिकरण्यगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् नाशवत् दृष्टान्ते तादृशः समानाधिकरणः गुणः तेजः संयोगः तथा च क्रिया ततः विभागः ततः पूर्वदेशसंयोगनाशः ततः उत्तरदेशसंयोगः ततः क्रियानाशः इति वैशेषिकप्रक्रियायां विभागकल्पनं समर्थितं भवति. आशयनाशजन्यः तत्र संयोगनाशः इति तदर्थं समानाधिकरणगुणान्तरं समानाधिकरणगुणान्तरम् आवश्यकम्। स च गुण एव विभाग इति विशेषकोटिक्रमः परिशिष्टात् अवगन्तव्यः। अस्यापि हि विभागस्य विभागजविभागः इति कश्चित् अस्ति विवादस्पदः प्रकारः, सः मुक्तावल्यादौ अवगन्तव्यः। अस्तु, तर्हि तत्र यत् परिच्छेदं पठितं तत्र आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः इति इदानीं करपत्रे दृष्टवन्तः। तर्हि गुणजन्यः वाक्यम् एतादृशं वाक्यं कीदृशं वाक्यम्? अनुमानवाक्यम्। अनुमानवाक्यं द्वितीय तत्र प्रथमविध इदानीं तत्र तत्र द्वैविध्यम् अस्ति अनुमितिः। एकं तु एतदस्ति, अन्यं तु इदानीं तत्र अन्ते दृष्टवन्तः तदेव तत्र पक्षतावच्छेदकावच्छेदेन साध्यमिति। तत्र तु अनुमितिः तादृशमेव अस्माकं जीवने भवति इति, सामान्यपक्षः इति भवति यतोहि तत्र मनसि अयमेव विचारः अस्ति चेत् एकवारम् अनुभवः भवति तदनन्तरं पुनः भवति तदा मनसि अयमेव विचारः अस्ति चेत् इत्युक्ते अग्नि हस्तः अग्न्यां स्थापयामः चेत् दग्धः भवति इति विचारः अस्ति, तदेव सामान्यपक्षः प्रा इति उक्तं तत्र। स्वस्य अनुभवः च तस्य एकदेशदृष्टान्तः अस्ति इति, तथा एव सर्वत्र यत्र इति अस्ति तत्र इत्युक्ते अनुभवेन सामान्यपक्षः भवति अपि च तस्य एकदेशदृष्टान्तः भवति इति, एकदेशदृष्टान्तत्वेन स्वीकर्तुं शक्नुमः, दृष्टान्तत्वेन स्वीकर्तुं शक्नुमः। किन्तु तत्तु पक्षतावच्छेदकवच्छेदेन इति विषये यत्र व्याप्यव्यापकभावः अस्ति इदानीम् अस्मिन् तथैव तत्र अथापि अत्र अपि तथैव। मम अस्तु, किमर्थं तत्र संशयः जातः इत्युक्ते व्यापकत्वं नास्ति। अस्तु अस्तु, नाम तत्र तयोः मध्ये इति तत्र प्रश्नः भवति, किन्तु इदानीं पश्यामः तत्र पक्षः कः अत्र अस्मिन् आश्रयनाश गुणजन्यनाशः अस्मिन् तत्र इदानीं दृष्टान्ते तेजसंयोगः न अत्र दृष्टान्तः तेजसंयोगः समीचीनम्। पाकजरूपनाशः एव तेजसंयोगः इति न, तत्र नाशः नाशः एव पाकजरूपनाशः एव तत्र दृष्टान्तः। तर्हि पक्षः कः? पक्षः इत्युक्ते यत्र साधयितुम् इच्छामः पाकजरूपनाशवत् इति, तत्र पाकजरूप तत्र पाकजरूपनाशः दृष्टान्तः, पक्षः पक्षः कः अस्मिन् वाक्ये वा? समानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति। तत्र आश्रयनाशगुणजन्य अजन्यगुणनाशः इति पक्षः भवति खलु? हा समीचीनं, नाम एषः विषयः एव, नाम तत्र आश्रयनाश अजन्यगुणनाशः, नाम यत्र यत्र आश्रयनाशः नाम यत्र यत्र गुणस्य नाशः भवति किन्तु आश्रयस्य नाशः न भवति न भवति इति तादृशसन्दर्भः एव पक्षः खलु? अपि एषः पक्षः सामान्यपक्षः वा? आम् सामान्यपक्षः यदा यदा एतादृशसन्दर्भः भवति अतः सामान्यपक्षः हा सामान्यपक्ष अत्र अस्तु इदानीं सामान्यपक्ष अत्र हेतुः कः हेतुः आश्रयनाश अजन्यगुणनाशे इदानीं पठितवन्तः तत्र अस्तु पक्षः न वाक्यं दृष्ट्वा वदतु अस्तु अस्तु तर्हि तत्र गुण आश्रयनाश अजन्यगुणनाशत्वात् इति हेतुः भवति खलु आश्रयजन्यनाश अजन्यगुणनाशः इति नाशत्वम् एव हेतुः अतः आश्रयनाश अजन्यगुणनाशत्वं पक्षे अस्ति खलु यतोहि पक्षः अस्ति पक्षस्य धर्मः एव पक्षस्य धर्मः धर्मः अतः अतः पक्षे अस्ति हेतुः पक्षे अस्ति साध्यः कः अत्र तर्हि तत्र साध्यः इदानीं समानाधिकरणगुणजन्यः गुणजन्यत्वम् एव जन्यत्वं गुणजन्यत्वं साध्यमस्ति अतः तत्र अस्माकं चिन्तनं किम् अस्ति तत्र पक्षे एकभागे एव साध्यमस्ति इति वा अथवा पक्षे सर्वत्र साध्यमस्ति पक्षे सर्वत्र साध्यमस्ति इति अतः पक्षतः अवच्छेदक अवच्छेदेन एव तत्र अनुमितिः अत्र अस्तु नाम यत्र यत्र यत्र कुत्रापि पक्षे वयं पश्यामः तत्र साध्यं भवति एव इति अस्माकं चिन्तनं नाम सर्वेषु पर्वतेषु वह्निः भवति इति तादृशं चिन्तनम् अत्र अस्तु नाम यदा कदापि गुणनाशः भवति किन्तु आश्रयनाशः न भवति तत्र तत्र सर्वत्र साध्यम् अस्ति नाम समानाधिकरणगुणजन्यत्वम् अस्ति समानाधिकरणगुणजन्यत्वं नाम किम् समानाधिकरणगुणजन्यत्वं नाम तत्र गुणयोः अधिकरणं समानं समानाधिकरणगुणजन्यः इत्युक्ते तत्र नाशः गुणजन्यः किन्तु अपि च तयोः गुणयोः एकः एकस्य गुणस्य नाशः अन्येन गुणेन अपि च इति एव नाम एतस्य नाशः नाशः नाशः अन्यगुणेन जन्यः खलु अन्येन गुणेन जन्यः तयोः समानाधिकरणम् अपि तत्र अन्यः गुणः अपि एतस्य गुणस्य समानाधिकरणीयं भवेत् यतोहि नाशः इति कार्यम् अन्यः गुणः इति कारणं कारणमपि कार्यस्य समानाधिकरणीयम् अपेक्षितं खलु समानाधिकरणम् अपेक्षितम् अतः समानाधिकरणगुणजन्यत्वम् अस्मिन् पक्षे यत्र कुत्रापि पक्षे पश्यामः तत्र सर्वत्र भवेत् साध्यं जन्यत्वं तर्हि अस्माभिः वाक्यद्वयं प्रसङ्गद्वयमपि एकम् इति स्वीकर्तव्यं खलु महोदय तत्र सामानाधिकरणजन्येन अनुमितिः अपि च पक्षतावच्छेदेन तत्र भगिनि सामानाधिकरणेन अनुमितिः इति तद् भिन्नम् अत्र समानाधिकरणगुणजन्यः इति तत्र पदमस्ति समानाधिकरणगुणजन्यः इति किन्तु तद् अपि सामानाधिकरण अनुमिति करण्येन इति तद् तद् भिन्नमस्ति भगिनि अतः तर्हि तयोः कः सम्बन्धः महोदय द्वैविध्यम् अस्ति खलु तयोः मध्ये कः सम्बन्धः अत्र केवलम् अत्र अत्र तत्र समानाधिकरण्येन तत्र अनुमितिः इति तद् अत्र न भवति भगिनि समानाधिकरण तत्र एषः प्रयोगः तत्र अन्यगुणजन्यः नाम आश्रयनाश अजन्यगुणनाशः गुणजन्यः एतद् भिन्नम् अस्ति गुणजन्यः इति स्थापयामश्चेत् तदनन्तरं वयं ज्ञातुं शक्नुमः अस्तु अन्यगुणजन्यः अस्ति सः गुणः कुत्र अस्ति अस्मिन्नेव अधिकरणे अस्ति अतः तत्र समानाधिकरणगुणजन्यः इति उक्तम्। किन्तु अनुमानं प्रथमतया गुणजन्यः इति अपि तत्र वाक्यं भवितुम् अर्हति। अतः तत्र समानाधिकरणगुणजन्यः इति, तत्र समानाधिकरण इति पदमस्ति, तस्य महत्त्वं कीदृश अनुमानम् इति तस्य निर्धारे एतस्य पदस्य महत्त्वं नास्ति। अत्र किमर्थं तत्र पक्षतावच्छेदक अवच्छेदेन एव अनुमिति इति, यतोहि दृष्टान्तः पक्षस्य एकभागः अस्ति। तद् कदा पक्षस्य एकभागः कदा दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः? यदि वयं चिन्तयामः पक्षे सर्वत्र साध्यम् अस्ति इति साधयितुम् इच्छामः। आमाम्, हा, अतः एव अत्र पाकजरूपनाशः इति दृष्टान्तं स्वीकृत्य वयं तत्र पाकजरूपनाशवत् तत्र तु तत्र अन्यगुणजन्यः अस्ति नाशः गुणरूपस्य नाशः इति कृत्वा तत्र साध्यम् अस्ति, अतः दृष्टान्तम् इति धन्यवादः। तत्र तावदेव वा अग्रे वदनीयं? दृष्टान्ते, दृष्टान्ते, अस्तु एकक्षणं। दृष्टान्ते दृष्टान्ते तादृशः समानाधिकरणः गुणः तेजसंयोगः, तत्र तादृश समानाधिकरणगुणः तेजसंयोगः इत्युक्ते तत्र तेजः इति संयोगः इति गुणः गुणौ तत्र, किन्तु गुणनाशः न न सत्यं तत्र अन्यत् अपि अस्ति, तया तथा च क्रिया ततः विभागः ततः सर्वं मास्तु। दृष्टान्तः कः अत्र अस्मिन् अनुमानवाक्ये? दृष्टान्तः तत्र गुणजन् किं गुणनाशः एव दृष्टान्तः भवति। न न न नाम अनुमानवाक्ये इत्युक्ते अनुमानवाक्ये अनुमानवाक्यं वदतु नाम पर्वतः इति, पर्वतः पर्वतः वन्यवान् वन्यमान् धूमत्वात् तत्र यथा महानसम् अथवा महानसवत् अत्र वत् इति पदं कुत्र? अस्तु अस्तु, पाकजरूपनाशवत् इति अस्ति, अपि च पाकजरूपनाशः एव तत्र दृष्टान्तः खलु? दृष्टान्तः, आमाम्। तर्हि अस्मिन् दृष्टान्ते कस्य गुणस्य नाशः भवति? तत्र पाकजरूपनाशः इत्युक्ते तत्र तण्डुलरूपस्य नाशः भवति। अस्तु, तण्डुलम् इति तस्य रूपस्य नाशः भवति। केन तत्र रूपस्य नाशस्य रूपनाशस्य कारणं किमस्ति? वह्निः न वह्निः न पाकज इति उक्तं खलु, पाकज इति पाकज पाकमेव तस्य पाकः एव तस्य कारणं खलु, नाशस्य कारणं पाकः नाशस्य कारणम् इदानीं पाकः नाम किं? पाकः नाम नाशस्य कारणं भवति चेत् किं भवति इति वा? न न न पाकः इति पदस्य पाकः इत्युक्ते पचनम् इति अत्र तेजसंयोगः तेजसंयोगः क्षम्यतां तेजसंयोगः तेजसंयोगः अतः तत्र कारणम् अस्ति पाकः, पाकः नाम तेजसंयोगः। तर्हि रूपनाशः केन अभवत्? तेजसंयोगेन, तेजसंयोगेन संयोगः अन्यः गुणः खलु, अपि समान अधिकरणे अस्ति, अतः दृष्टान्ते अस्मिन् दृष्टान्ते नाम पाकजरूपनाशे दृष्टान्ते तादृश समानाधिकरणगुणः अस्ति, सः गुणः अस्ति तेजसंयोगः आमाम् इति एव अस्ति खलु तत्र वाक्यस्य अर्थः आम् महोदय अतः तत्र नाम दृष्टान्ते साध्यम् अस्ति समानाधिकरणगुणः अस्ति तेन गुणेन नाशः अभवत् अतः गुणजन्यत्वं दृष्टान्ते अस्ति इति प्रदर्शितम् अत्र खलु अग्रे तथा च क्रिया तथा ततः विभागः ततः पूर्वदेशसंयोगनाशः अस्तु तथा च क्रिया क्रिया इत्युक्ते तत्र नाम तत्र हस्तपुस्तकयोः संयोगः अस्ति इति चिन्तयतु इदानीं संयोगः अस्ति हस्तपुस्तकयोः संयोगः इदानीं तत्र प्रथमतया तत्र यदि तत्र संयोगस्य नाशः भवति इति चिन्तयामश्चेत् प्रथमतया तत्र क्रिया भवति खलु आरम्भे हस्ताभ्यां क्रिया भवेत् प्रथमतया क्रिया तदनन्तरं किं भवति विभागः भवति तदनन्तरं विभागः भवति तदनन्तरं पूर्वदेशसंयोगनाशः भवति यत् संयोगः आसीत् पूर्वदेशे तस्य नाशः भवति तदानीं ततः उत्तरदेशसंयोगः तत्र तत् हस्तयोः संयोगः संयोगनाशः भवति चेत् उत्तरदेशसंयोगः तदनन्तरं नाम हस्तः पुस्तकस्य समीपे अस्ति इति चिन्तयतु तत्र पुस्तक हस्तपुस्तकयोः संयोगः आसीत् इदानीं नष्टः संयोगः तदा हस्तः अन्यत्र अस्ति अन्यत्र अस्ति तत्र संयोगः भवति तत्र संयोगः भवति तावत् ततः क्रियानाशः नाम तत्र क्रियानाशः ततः क्रियानाशः भवति वैशेषिकप्रक्रियायां विभागकल्पनं समर्थितं भवति नाम विभागकल्पनं विभागः इति तस्य कल्पनम् आसीत् किन्तु तद् तादृशम् अस्ति एव तत् सत्यम् इति एतावत् निरूपितम् अपि किमर्थं विभागः प्रथमतया आगच्छति संयोगनाशात् पूर्वम् आगच्छति विभागः संयोगनाशात् पूर्वं किमर्थम् आगच्छति अस्तु प्रथमतया क्रिया अस्ति क्रिया भवति खलु तेन आरम्भे क्रिया ततः विभागः भवति विभागः क्रियया भवति विभागः भवति चेदेव संयोगनाशः भवति यतोहि विभागः एव कारणं खलु कारणं भवति तर्हि तत्र तत्र तदेव कारणं विभागः एव कारणं विभागः पूर्वं भवेत् तदनन्तरमेव संयोगनाशः भवेत् अतः एव तत्र प्रथमतया विभागः तदनन्तरं पूर्वदेशसंयोगनाशः इति उक्तम् नाम प्रक्रिया तादृशी भवति इति इति तर्हि समर्थितं विभागकल्पनं समर्थितं भवति आशयनाशाजन्यः तत्र संयोगनाशः इत्युक्ते तत्र आशयनाश अजन्यः संयोगनाशः इति उक्तत्वात् इत्युक्ते आशयरूप हस्तस्य तु नाशः न भवति केवलं संयोगनाशः अतः आश्रयनाश अजन्य संयोगनाशः इति तदर्थं समानाधिकरणगुणान्तरम् आवश्यकं समानाधिकरणगुणान्तरं सगुण एव विभाग इति गुणान्तरं नाम किं गुणान्तरम् इत्युक्ते तत्र भिन्नरूपं भवति इति भिन्नगुणः आवश्यकं यतोहि नो चेत् तत्र विभागः इति वक्तुं न शक्नुमः अन्यः गुणः अपेक्षितः अन्यः गुणः यथा तण्डुलः इति गुणान्तरम् अभवत् तत्र इत्युक्ते तण्डुलस्य ओदने गुणान्तरं भवति तत्र न भगिनि तद् न तत्र रूपान्तरं भवति इति रूपान्तरं न अत्र रूपान्तरम् इति नाम रूपस्य परिवर्तनम् इति अर्थः न तत्र अर्थः अस्ति आश्रयनाश अजन्यः तत्र संयोगनाशः नाम यत्र संयोगनाशः भवति किन्तु आश्रयस्य नाशः न भवति तत्र तदर्थं तत्र तस्य समा तदर्थं नाम तत् कथम् अभवत् इति तत्र समानाधिकरणगुण अन्तरम् आवश्यकं नाम अन्यः गुणः समानाधिकरणगुणः अन्यः गुणः तस्य आवश्यकता अस्ति यतोहि तत् कथम् अभवत् इत्युक्ते अन्येन गुणेन अतः गुणान्तरं नाम अन्येन गुणेन एषः नाशः अभवत् इति अतः अन्यः गुणः आवश्यकः तस्य आवश्यकता अस्ति इत्युक्ते तत्र इत्युक्ते अस्मिन् प्रसङ्गे अस्मिन् उदाहरणे हस्तसंयोगः पुनः अभवत् भिन्नवस्तुना इति खलु महोदय न केवलं न हस्तसंयोगस्य नाश हस्तपुस्तकयोः नाशः विभागेन अभवत् तावदेव नाम अत्र तत्र अन्यः संयोगः आसीत् तत्र तदनन्तरं भवति इति सा वार्ता नास्ति तर्हि तत्र तदर्थं समानाधिकरणगुणान्तरम् आवश्यकम् इत्युक्ते विभागः एव इति विभागः एव नाम संयोगनाशस्य नाम आश्रयनाश अजन्यः अत्र तत्र संयोगनाशः अस्तु विभागः एव तस्य अस्तु कारणं विभागः एव तस्य कारणं नाम तत् संयोगनाशस्य कारणं किम् इत्युक्ते अन्यः गुणः गुणान्तरम् आवश्यकम् तत्र ये गुणाः परिचिताः ते गुणाः संयोगनाशस्य कारणं न भवन्ति अतः नूतनगुणः तस्य आवश्यकता अस्ति परिचितः गुणः नास्ति एतावत् नाम रूप रस गन्धः एतत् सर्वं वयं दृष्टवन्तः खलु तस्मिन् आवल्यां नास्ति नाम ते सर्वे तत्र अत्र कार्यं न कुर्वन्ति संयोगनाशस्य कारणं ते न सन्ति अतः अन्यः नूतनगुणः अपेक्षितः इति अतिरिक्तगुणः इति वदामः विभागः अतिरिक्तगुणः इति गुणान्तरम् आवश्यकम् अस्तु स गुण एव विभाग इति विशेष कोटिक्रमः परिशिष्टात् अवगन्तव्यः तत्र परिशिष्टं यदा पठामः तत्र ज्ञास्यामः किम् अस्ति इति इदानीं न स्मरामि तत्र विशेषकोटिक्रमः कः इति अस्तु अहं तु न पठितवती एव चिन्ता मास्तु कस्य ग्रन्थस्य नाम वा अस्मिन्नेव ग्रन्थे तत्र परिशिष्टम् इति अस्ति ओ अस्तु अस्तु अस्तु अस्यापि ओ अस्यापि हि विभागस्य विभागज विभागः इति कश्चित् अस्ति विवादास्पदः प्रकारः अस्तु अस्यापि विभागस्य विभागजविभागः इति अस्तु नाम विभागस्य विभागज विभागः इति कश्चित् अस्ति विवादास्पदः नाम तत्र वयं दृष्टवन्तः खलु नाम तत्र यदा हस्तपुस्तकयोः संयोगः भवति तदा तत्र शरीरपुस्तकतयोः अपि तत्र संयोगः भवति खलु भवति आम् तथैव यदा तत्र हस्तपुस्तकयोः संयोगनष्टः भवति तत्र विभागः भवति हस्तपुस्तकयोः तदा शरीरपुस्तकयोः अपि तत्र विभागः भवति खलु आम् आम् अपि एषः विभागः शरीरपुस्तकविभागजन्य विभागः शरीरविभागः इति एव तावदेव उत्तमं भगिनि. अतः विभागज विभागः अपि अस्ति इति मम कर्मज विभागः कर्मज विभागः अथवा विभागज विभागः यथा तत्र कर्मजसंयोगः अथवा संयोगजसंयोगः तथैव कर्मज विभागः अथवा विभागज विभागः. सः मुक्तावल्याम् अवगन्तव्यः इति अस्तु. मुक्तावली इति न्यायसिद्धान्तमुक्तावली इति ग्रन्थः अस्ति. सः एव ग्रन्थः इदानीं तत्र तस्य वर्गः अस्ति तत्र द्रोणमहोदयेन तत्र वर्गः भवति. तत्र एतत् सर्वं तस्य परिशीलनं गभीररीत्या भवति. तत्र द्रोणमहोदय सम्यक् रीत्या वदति अतः तत्र एव तत्र अवगन्तव्यम् अस्ति. बहु समीचीनमस्ति. अस्तु समीचीनं भगिनि. इदानीम् अग्रे धन्यवादः भगिनि. अस्तु अग्रे तर्हि उषा भगिनि अग्रे इदानीं तत्र नूतन एतावत् तत्र विभागः इति विषयः आसीत् इदानीं नूतनविषयः अस्तु अग्रे आचार्य परन्तु अत्र चतुर्विंशतिगुणाः वर्तन्ते तत्र तु संयोग अनन्तरं विभागपरत्व तर्हि विभाग अपि योजितं वर्तते अत्र संयोगविभागपरत्वम् अतिरिक्तगुणः इत्युक्ते नाम आवल्यां ये गुणाः सन्ति क्रमः अस्ति अत्र संयोगपर्यन्तं पश्यामः आवलीं संयोगपर्यन्तं पश्यामः गन्धस्पर्शसङ्ख्या परिमाणपृथक्त्व संयोगविभाग इति तर्हि संयोगात् प्राक् ये गुणाः सन्ति ते संयोगनाशस्य कारणं न भवन्ति खलु रूपं संयोगनाशस्य कारणं भवति वा न रूपरसगन्धस्पर्श परिमाणं न भवेत् वा स्पर्शः इति गुणः क्रिया नास्ति ओ ओ ओ संख्या परिमाणं पृथक्त्व परिमाणपृथक्त्व तत्सर्वं तत्र किं भवति वा तत्र कारणं संयोगनाशस्य कारणं भवति वा न भवति न भवति अतः एव तत्र अन्यः गुणः भवेत् अपि एषः गुणः पूर्वं नाम परिचितः गुणः नास्ति परिचितः नाम पूर्वं येषां लक्षणम् अस्माभिः पठितम् अथवा येषां निरूपणं पूर्वमेव कृतं ते अत्र कारणं न भवन्ति संयोगनाशस्य संयोगस्य अनन्तरं विभागः अस्ति विभागः प्रति संयोगनाशः किल किल संयोगस्य अनन्तरं समीचीनं भगिनि अतः एव तत्र संयोगस्य अनन्तरं विभागः इति स्थापितं यतोहि विभागः एव संयोगस्य नाशः अतः संयोगः इति गुणः तस्य अध्ययने संयोगनाशः कदा भवति अनाशः भवति केन भवति ओ एतावत् यत् जानीमः तेन न कोऽपि गुणः तस्य कारणं भवति अतः नूतनगुणः तस्य नामकरणं विभागः इति भवेत् इति इदानीं सः अतः मुक्तावल्यं भिन्नं वर्तते वा किमपि न मुक्तावल्यम् एषः एव विषयः तत्र किन्तु गभीररीत्या गभीररीत्या कुर्वन्ति तावदेव नाम एतत् चिन्तयतु तत्र गणितस्य उदाहरणं वदामि नाम तत्र गणिते तत्र यदा आरम्भे वयं किमपि पठामः कोऽपि पठन्ति तत्र ते वदन्ति एतत् एतादृशं करणीयम् अत्र एतादृशं करणीयम् एतत् उदाहरणं पश्यतु तथैव करोतु किन्तु तत्र निरूपणं न कुर्वन्ति खलु प्रूफ्स् इति न तत्र साधारणतया न भवन्ति केवलं तत्र मेथड् प्रयोगः एतादृशः तदेव करोतु किमर्थं न पृच्छतु एषः एव प्रयोगः इति भवति खलु अग्रे एव तत्र निरूपणं किमर्थम् एतत् सर्वम् अतः तत्र तत् प्रूफ् एतत् यद् अस्ति तद् क्लिष्टं भवति अतः तत्र आरम्भस्तरे तत्र तेषां तत्र विचारः न भवति विद्याधरी तत्र आरम्भस्तरपुस्तकः पुस्तकम् अतः तत्र परिचयः अस्ति मुक्तावल्यं तदेव तत्र एकमेकं वाक्यं स्वीकृत्य तत्र तस्य बहु किमपि चर्चा भवति अतः तत्र यदि यदि तत्र विद्याधरीं पठामः तदनन्तरं मुक्तावली पठितुं शक्नुमः किन्तु यथा वयं तत्र अत्र अस्मिन् पुस्तके तत्र कष्टकरम् अस्ति इति चिन्तयति वा तत्र विद्याधरी अथवा न किम् कष्टकरं भासते तर्हि स्वरूपमहोदयस्य करपत्रं प्रति गच्छामः इति वा न संस्कृतज्ञानम् अस्ति चेदपि तत्र न्यायशास्त्रस्य शैली भिन्ना अस्ति खलु अतः तत्र ते कथं वदन्ति तस्य अवगमनं तत्र किञ्चित् तत्र मार्गदर्शनम् अपेक्षितम् अस्ति तथैव मुक्तावलीग्रन्थे अपि तत्र पठामः तत्र परिचितपदानि एव सन्ति किन्तु तेषां पदानाम् अर्थः कः इति तत्र किमर्थं वदन्ति तत्र तस्य अर्थः कः तेषां लक्ष्यं किं तस्य अवगमनार्थं तत्र मार्गदर्शनम् अपेक्षितमस्ति तावदेव किन्तु एषः एव विषयः भगिनि गभीररीत्या कृतं तत्र तत्र यदि इच्छन्ति तत्र अहं प्रेषयामि तत्र वाट्सप् मध्ये तत्र मुक्तावलीग्रन्थस्य तत्र PDF पश्यन्तु विषयः समानः एव अस्तु अस्तु तर्हि अस्तु तर्हि अग्रे उषा भगिनी अग्रे महोदय परापरव्यवहार असाधारणकारणे परत्व अपरत्वे पृथिव्यादि पृथिव्यादितुष्टय पृथिव्यादिषु पृथिव्यादिषु न क्षम्यतां न पृथिव्यादि पृथिव्यादि तुष्ट्य मनोवृत्तिनि तुष्ट्यमनोवृत्तिनि खलु न तुष्टय तुष्टयमनोवृत्तिनि तुष्टय इति भासते पृथिव्यादि तुष्टय मनोवृत्तिनि ते द्विविधे दिक्कृते कालकृते च दूरस्थे दिक्कृतं परत्वं समीपस्थे दिक्कृतम् अपरत्वं ज्येष्ठे कालकृतं परत्वं कनिष्ठे कालकृतम् अपरत्वम् इति परापरव्यवहारसाधारणकारणे परत्व असाधारणकारणे असाधारणकारणे परत्व परत्व अपरत्वे सो द गुण चतुर्विंशतिगुणाः अत्र परत्व अपरत्व ओके इदानीं तत्र इति अपि तत्र दिक् कृतम् इत्युक्ते दिक् इत्युक्ते दिशा इति दिक् तावदेव दिक् कृतं परत्वं तर्हि तत्र पृथिव्यादि तुष्टय मनोवृत्तिनि तत् अग्रे पश्यामः एकमेकं पश्यामः किन्तु यत् यत् सुलभमस्ति तस्य अवगमनं अस्तु ते द्विविधे दिक्कृते कालकृते च ते द्विविधे ते इति वट् मनोवृत्तिनि परत्वम् अपि अपरत्वम् इति अस्ति खलु तयोः द्वैविध्यं परत्वम् अपरत्वं लैक् ओके दट् इस् द ते इति ओके सत्यं तत्ते तानि ओके ते द्विविधे दिक्कृते कालकृते च ओके दूरस्थे दिक्कृतं परत्वं दूरस्थे दिक्कृतं परत्वं, परत्वम् इति दूरस्थे दिक् कृतम्, नाम दूरं यदस्ति, दूरं यदस्ति, ओके, तदस्ति परं, समीपस्थे यद् दिक् कृतम् अपरत्वम्, ओ सो दिक् इति अत्र समीपस्थे अस्य कृते समीपस्थे यत् अस्ति इस् अपरत्वम्, अपरत्वम् इति समीपस्थे अस्ति वा, अपरत्वं नाम तत्र अग्रे उदाहरणं भवति, अस्तु तथैव ज्येष्ठे, ज्येष्ठे कालकृतं परत्वं, कनिष्ठे कालकृतम् अपरत्वम् इति, अतः प्रथमतया तत्र दिक्कृत परत्वम् अपरत्वं तयोः निरूपणम्, ओके, दिक्कृत परा दिक्कृत पर अपरत्वनिरूपणम्, ओके, आदौ दिक्कृते परत्व अपरत्वे निरूप्येते, अनयोः उपपादनाय पदार्थत्रयं स्वीकुर्मः, प्राचीनी प्राची चैत्रः, चैत्रः मैत्रः यज्ञदत्तः, इह यज्ञदत्तः अस्ति द्रष्टा, ओके, सः यदा प्राच्यां चैत्रं मैत्रं च पश्यति तदा मन्यते चैत्रः मैत्र अपेक्षया दूरे वर्तते, आम् एवं मैत्रः चैत्र अपेक्षया समीपे वर्तते इति, एवं मैत्रः चैत्र अपेक्षया समीपे वर्तते इति, तत्र यः दूरे प्रतीयते तस्मिन् दिक्कृतं परत्वम् उत्पद्यते, ओ त्रय तत्र यः दूरे प्रतीयते तस्मिन् दिक्कृतं परत्वम् उत्पद्यते, यः समीपे भवति तस्मिन् दिक्कृतम् अपरत्वम् उत्पद्यते, अस्तु, प्राची दिशा, ओके, द ईस्टर् प्राची केवलं नाम भगिनि, केवलं नाम तावत् चैत्रः मैत्रः प्राची तावदेव, न न महोदय दिशा अत्र न न यज्ञदत्तः द्रष्टा तत्र पदार्थत्रयं पदार्थत्रयं स्वीकुर्मः, तत्र पदार्थत्रयम् अस्ति प्राची चैत्रः मैत्रः, ओ ऐ थाट् यज्ञदत्तः चैत्रः मैत्रः इति पदार्थत्रयं, यतोहि यज्ञदत्तः इति सत्यं सत्यं प्राची दिशायां दिशायां सत्यं भगिनि, मम दोषः, सत्यं भगिनि, सत्यं सत्यं सत्यं, समीचीनं, प्राची दिश्यां प्राची दिश्यां यज्ञदत्तः यज्ञदत्तेन चैत्रः अपि च मैत्रः, सत्यं भगिनि, प्राच्यां चैत्रं मैत्रं च पश्यति तदा मन्यते चैत्रः चैत्रः मैत्र अपेक्षया दूरे वर्तते, मैत्रः यज्ञदत्तस्य समीपे अस्ति इत्यनेन यज्ञदत्तः मन्यते चैत्रः दूरे अस्ति मैत्रः एव समीपे अस्ति इति, समीचीनं सत्यं, एवं मैत्रः चैत्र अपेक्षया समीपे वर्तते इति यज्ञदत्तः चिन्तयति, ओके, त्रयः त्रयः यः दूरे तत्र यः दूरे प्रतीयते तस्मिन् दिक्कृतं परत्वम् उत्पद्यते, तत्र यः दूरे प्रतीयते चैत्रः तस्मिन् दिक्कृतं परत्वम् उत्पद्यते, ओके, यः समीपे भवति तस्मिन् दिक्कृतम् अपरत्वम् उत्पद्यते, यः दूरे अस्ति सः वयं वदामः यज्ञदत्तस्य कृते चैत्रः चैत्रे परत्वम् उत्पद्यते, यज्ञदत्तस्य कृते मैत्रे अपरत्वम् उत्पद्यते इति, समीचीनम्, अस्तु अग्रे, सत्यं सत्यं व्यवहारः दूरे समीपे इति प्रसिद्धः, समीपे व्यवहारः दूरे समीपे इति प्रसिद्धः, अङ्गीकृतं च तस्य हेतुः परत्वम् इति अपरत्वम् इति गुणान्तरम् अपि वैपरीत्यम् एव कुतो न मैत्रः एव परत्वम् अस्तु. महोदय इदानीमेव भवान् न पृष्टवान् विद्याधरी कथम् अस्ति इति. तदपि मुक्तावली इव न न भगिनि सुलभमेव प्रौढग्रन्था इव दृश्यते. न न न न भगिनि नाम एतावत् अवगतं खलु एतावत् अवगतम्. इदानीं तत्र हा अस्तु पठतु भगिनि तत्र क्लेशः नास्ति. सत्यं व्यवहारः दूरे समीपे इति प्रसिद्धः. ओके नाम दूरे समीपे इत्यादयः व्यवहाराः प्रसिद्धाः व्यवहार आम् दूरे समीपे इति व्यवहारे प्रसिद्धः. अङ्गीकृतं च तस्य हेतुः परत्वम् इति अपरत्वम् इति गुणान्तरम् अपि नाम दूरे समीपे इति भिन्नगुण इति परत्वम् अपरत्वम् इति अस्ति इति अपि अङ्गीकुर्मः इति अस्तु. इदानीं वैपरीत्यमेव कुतो न ऐ मीन् विपरीततया न इति वा कुतः न कुतः न नाम तत्र तादृशचिन्तनेन किं भवति मैत्रः एव तु परत्वम् अस्तु. मैत्रः एव परत्वम् अस्तु अस्तु च चैत्रे अपरत्वम् इति चेत् उच्यते. नाम अन्यरीत्या किमर्थं तत्र चैत्रे परत्वम् अपि मैत्रे अपरत्वम् इति चिन्तनं किमर्थं विपरीतता नास्ति इति अतः तस्य समाधानम् अग्रे उच्यते. तुल्यं स्थौल्यं येषां वर्तते तादृशकाष्ठफलकान् आदाय यज्ञदत्तः यस्मिन् देशे स्थितः तं देशम् आरभ्य यदि तेषां स्थापनम् आरभामहे तदा एकं द्वे त्रीणि इत्यादिक्रमेण स्थापने मैत्रपर्यन्तं यदि त्रिंशत् काष्ठफलकाः स्थापिताः भवन्ति तदा चैत्रपर्यन्तं केचन फलकाः अधिकाः स्थापयाः स्युः तत्राधिक्यं तच्च आधिक्यं कदाचित् एकेन फलकेन द्वाभ्यां फलकाभ्यां वा स्यात् तयोः अन्तराधिक्ये च फलकानां शतेन वापि स्यात्. ओके सो अस्तु च चैत्रे अपरत्वम् इति चेत् किमर्थम् इति नास्ति इति अत्र तदेव अत्र ओके तुल्यं स्थौल्यं येषां वर्तते तादृशकाष्ठफलकान् आदाय यज्ञदत्तः यस्मिन् देशे स्थितः तं देशम् आरभ्य ओके तत्र देशम् आरभ्य यदि तेषां स्थापनम् आरभामहे तदा एकं द्वे त्रीणि इत्यादिक्रमेण स्थापने मैत्रपर्यन्तं यदि त्रिंशत् काष्ठफलकाः दे जस्ट् मेशरिङ्ग् वित् द काष्ठफलकाः ओके त्रिंशत् काष्ठफलकाः स्थापिताः भवन्ति तदा चैत्रपर्यन्तं केचन फलकाः अधिकाः स्थाप्याः स्युः यतोहि चैत्रः एव दूरे अस्ति इति. ओके तच्चाधिक्यं कदाचित् एकेन फलकेन द्वाभ्यां फलकाभ्यां वा स्यात् तयोः अन्तराधिक्ये च फलकानां शतेन वापि स्यात्. ओके गेट् द जनरल् थिङ्ग् महोदय बट् नाम तत्र मैत्रपर्यन्तं त्रिंशत् काष्ठफलकाः आवश्यकाः किन्तु तदनन्तरं चैत्रपर्यन्तं गन्तुं तत्र एकं फलकं पर्याप्तम् अथवा फलकद्वयम् अथवा शतफलकं तदपि प्रायशः तस्य आवश्यकता भवेत् इति परं भवितुमर्हति. इदानीम् अग्रे तथा च यज्ञदत्तं प्रतीच्यां मत्वा तत् प्राग् देशे फलकस्थापने यद् यद् देशप्राप्तिपर्यन्तं फलकाः अधिकाः भवन्ति तत्रैव परत्वाक्यगुणः उत्पद्यते. यत्र यं कृते अधिकफलकाः स्थापनीयं भवति सः एव तत्रैव परत्वम् इति आख्यातं भवेत् इति. प्रकृते चैत्रः तथाविधः आम् तस्य यः देशः तत् प्राप्तिपर्यन्तं फलकाः त्रिंशतः अधिकाः तस्य यः देशः तत् प्राप्तिपर्यन्तं फलकाः त्रिंशतः अधिकाः अतः चैत्रः परत्ववान् भवति इति तमेव वयं दूरे स्थितः विप्रकृष्टः इति वा व्यवहरामः. अतः चैत्रः परत्ववान् भवति इति तम् एव वयं दूरे स्थितः विप्रकृष्टः इति व्यवहरामः. विप्रकृष्टः इति चेत् दूरे यः स्थितः वा इति चिन्तयामि भगिनि. अन्यपदं समानार्थकपदम् इति समानार्थकं दूरे स्थितः विप्रकृष्टः इति वा व्यवहरामः इति. अस्तु अग्रे अपि पठति वा. ओके, एतावत् सुलभमेव आसीत् खलु. आम् आं महोदय, सुलभमेव. ओन्ली द वर्ड्स् वि आर् नाट् यूस्ड् टु. तथैव यज्ञदत्तं प्रतीच्यां मत्वा फलकस्थापने यद्देशप्राप्तिपर्यन्तं फलकाः न्यूनाः भवन्ति तत्रैव अपरत्वाक्यगुणः उत्पद्यते. अस्तु, प्रकृते मैत्रः तादृशः तस्य यः देशः तत् प्राप्तिपर्यन्तं फलकाः चैत्रदेशप्राप्ति अनुकूलफलक अपेक्षया न्यूनाः त्रिंशदेव. अतः मैत्रः अपरत्ववान् भवति इति तमेव वयं समीपे स्थितः सन्निकृष्टः सपोस् टु विप्रकृष्टः. ओके, समीपे स्थितः सन्निकृष्टः इति वा व्यवहरामः. अस्तु, सुलभमेव महोदय. अस्तु, समीचीनम्. अतः अस्तु, इदानीं अतः तत्र दिक्कृत तत्र परत्वम् अपरत्वं किम् इति दृष्टवन्तः. अस्तु, अग्रे मृलानिनी भगिनि. धन्यवादः भगिनि. धन्यवादः. इदानीं काल चित्रम् एतावत् यत् पठितं तदेव तस्य प्रदर्शनं. कालदिक्कृतयोः परत्वापरत्वयोः विशेषः यत्र चित्रं वर्तते तत्र एतावत् यत् यत् उक्तं तस्य निदर्शनं तावदेव. तर्हि प्राची दिग्भवं भवति, चैत्रः मैत्रः, अनन्तरं प्रतीच्यां भवति यज्ञदत्तः. तर्हि तयोः मध्ये अन्तरं वर्तते. यज्ञदत्ततः मैत्रं प्रति त्रिंशत् फलकः आवश्यकः, तदधिक पञ्चफलकाः चैत्रं प्रति आवश्यकः. चैत्रः विप्रकृष्टः. आम्, चैत्रः विप्रकृष्टः, मैत्रः सन्निकृष्टः. आम्, समीपं नाम समीपम्. कोऽपि उक्तवती वा तत्र उषा भगिनी किमपि उक्तवती वा? किं न भवति, न महोदय, अहं न उक्तवती. अस्तु अस्तु, तर्हि मृणी भगिनी अग्रे. अत्रायमपरो विशेषः. अत्र अयं परो परः विशेषः. यज्ञदत्तमेव यदि वयं चैत्रमैत्राभ्यां प्राच्यामानयामः प्राच्याम् आनयामः तदा पूर्वं यत् चिन्तनं तद् विपरीतं भवति यज्ञदत्तात् चिन्तितं तद् विपरीतं भवति यज्ञदत्तात् प्रतीचिं प्रति काष्ठफलकानां स्थापने चैत्रपर्यन्तं यावन्तः फलकाः भवेयुः तदपेक्षया मैत्रपर्यन्तम् अधिकाः भवेयुः अर्थात् वयं यदि यज्ञदत्तं अत्रयम् अपरः विषयः यज्ञदत्तमेव यदि वयं चैत्रमैत्राभ्यां प्राच्यम् आनयामः नाम चैत्रमैत्राभ्यां प्राच्याम् आनयामः तत्र चैत्रमैत्राभ्याम् इति अस्ति खलु तत्र विभक्ति का तत्र तत्र पञ्चमी पञ्चमी एव हा नाम यज्ञदन्तः इदानीम् अत्र प्रतीचिः अस्ति तयोः ताभ्यां प्रतीचिः अस्ति किन्तु यदि यज्ञदत्तः अत्र इदानीम् अत्र अस्ति यज्ञदत्तः यदि यज्ञदत्तं वयम् अत्र स्थापयामः प्राच्याम् आनयामः नाम यज्ञदत्तः अत्र नास्ति किन्तु यज्ञदत्तः इदानीम् अत्र अस्ति इति चिन्तयतु तदा किं भवति तदा पूर्वं यत् चिन्तनं यत् चिन्तितं तद्विपरीतं भवति खलु चैत्रः समीप सन्निकृष्टः भवति यज्ञदत्तात् प्रतीचिं प्रति काष्ठफलकाः यज्ञदत्तः इदानीं प्राच्याम् अस्ति तर्हि प्रतीचि इति दिशि यदि प्रतीच्याम् इति दिशि यदि गच्छामः तादृशं तर्हि प्रति काष्ठफलकानां स्थापने चैत्रपर्यन्तं यावन्तः फलकाः भवेयुः तदपेक्षया मैत्रपर्यन्तम् अधिकाः भवेयुः आम् सत्यम् विपरीतं भवति एवं सति निमिषद्वयं स्वीकृत्य समापयामः एवं सति चैत्रः भवेत् सन्निकृष्टः इदानीं चैत्रः सन्निकृष्टः मैत्रः तु मैत्रस्तु विप्रकृष्टः मैत्रे तर्हि परत्वम् उत्पद्यते चैत्रे च अपरत्वम् उत्पद्यते इदं सर्वमपि प्राचीं प्रतीचीं चादाय काष्ठफलकरूपान् दिगुपाधीन् च आदाय भवतीति इदमेव दिक्कृतं परत्वं दिक्कृतम् अपरत्वम् इति चोच्यते इति चोच्यते आमां तर्हि दिक्कृतं परत्वम् अपरत्वम् इति इदम् अवगतं नैतादृशवैपरीत्यं वक्ष्यमाणयोः कालकृतपरत्वापरत्वयोः भवति ज्येष्ठे सर्वदा परत्वस्य आम् एतादृशं परिवर्तनं कालकृते न शक्यम् ज्येष्ठे सर्वदा परत्वस्य कनिष्ठे सर्वत्वा अपरत्वस्यैव उत्पद्यमानत्वात् विभुद्रव्ये आकाशादौ समीपे दूरे इत्यादि व्यवहारः न सम्भवति अतः अनयोः पृथिव्यादि चतुष्टये मनसि च वृत्तित्वं मूले निरूपितम् अस्तु तत् सर्वम् अग्रिमे वर्गे द्रक्ष्यामः किन्तु तत्र यथा तत्र यज्ञदत्तम् अन्यत्र स्थापयामः प्राच्यं स्थापयामः तत्र परत्वम् अपरत्वं तस्य विपरीतस्थितिः भवति तादृशं काल तत्र कालमुद्दिश्य तादृशं परत्वम् अपरत्वं तत्र विपरीतत्वं न भवति वैपरीत्यं न भवति ज्येष्ठकनिष्ठः सर्वदा ज्येष्ठः एव कनिष्ठः कनिष्ठः एव तत्र विपरीतं न पृथिव्यादि तुष्ट नाति ऐ थिङ्क् चतुष्ट चतुष्टय मनोवृत्तिनि हा समीचीनं भगिनि. आमाम् आमाम् आम् अस्तु. देर् दक्षिण महोदय. हा हा हा समीचीनं भगिनि. हा पृथिव्यादि चतुष्टयं मनोवृत्तिनि. हा समीचीनं भगिनि. हा सत्य समीचीनं. हा अतः तत्र तुष्ट आदि तु किन्तु चतुष्ट इति भवेत्. हा अस्तु अस्तु. अनयोः पृथिव्यादिचतुष्टये मनसि च वृत्तित्वं मूले निरूपितम्. हा तद् अग्रिमे. हा किन्तु समीचीनं भगिनि तत्र तत्र चतुष्टयम् इति एव अस्ति. हा उत्तमं, धन्यवादः भगिनि. हा अस्तु अस्तु तर्हि तत्र अत्रैव विरमामि. तर्हि अपि क्षम्यतां तत्र अहं विलम्बेन आगतवान्, किन्तु इदानीं मम मनसि स्पष्टता अस्ति. सार्धसप्तवादने एव वर्गः अत्र भानुवासरे. अस्तु तर्हि धन्यवादः. नमस्कारः. अग्रिमे धन्यवादः महोदय. धन्यवादः.